ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः एनाक्षरसमाम्नाय मधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। धन्यवादः। एनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् यत् महेश्वरात् आगतम् अस्ति एवम् अर्थं भवति। अहं तस्मिन् विषये पूर्वम् इदम् आरम्भसमये अहं कृतवती इति अहं चिन्तयामि। ओके I'm getting stammering. I don't know why. Chalati, after a long time, perhaps. Atara, kinchit bhayam atva sankochaha bhavati. Abhavam, adakshya. That's anami. Okay, gata avasare vayam kin pathita vantaha kopi smarayutum shaknoti, volunteers. Atara, aham nama abhayami, Bhagini, this is Priya. I am on listen only mode today. People in my house are sick. Okay. So Priya and Purnima only listen. Okay. Chalati, okay. Gata avasare vayam kim patitavantaha tasmin vishaye kaha vaka vadati. अहं वदामि भगिनि, किञ्चित् श्रूयते वा? हा श्रूयते, हा चिन्ता मास्तु। भवत्याः सम्यक् नास्ति इति उक्तवती, अतः अहं चिन्तितवती। आं भगिनि, भगिनि कोऽपि न वदति चेत् वक्तव्यं खलु? चिन्ता मास्तु पूर्णिमा एवं मा करोतु। डोण्ट् ट्रबल् युर् सेल्फ् वेन् युर् नाट् वेल्। इत्संख्या विषये पठितवन्तः, इत्संख्या विषये आरम्भं कृतवन्तः, सम्पूर्णतया पठितवन्तः न, तस्मिन् विषये आरम्भं कृतवन्तः। ओके, सम्यक्। अनिल्, इत्संख्या इत्युक्ते अनिल् अस्ति वा? अनिल् नो, क्षम्यतां महोदय, श्रूयते वा? हा श्रूयते, अहम् अन्म्यूट् न कृतवान्। तत्तु भवतः किं साधारणस्वभावः, गतसप्ताहे वयं द्वौ श्लोकौ पठितवन्तः। प्रथमश्लोकः उपदेशे अच् अनुनासिक इति, द्वितीयं हलन्त्यम्। ओके, परन्तु मम प्रश्नस्य उत्तरं न प्राप्तवती। मम प्रश्नः अस्ति इत् संज्ञा इत्युक्ते किम्? इति संज्ञा इत्युक्ते कापि डेफिनेशन् अस्ति, यत्र इति संज्ञा अस्ति तत्र लोपः भवति। इति संज्ञा इत्युक्ते अनुबन्धः, ओके इत्संज्ञा इत्युक्ते अनुबन्धः ओके लोपः भवति सम्यक् हा इत्संज्ञा इत्युक्ते उपदेश अवस्थायां दृश्यते परन्तु तदनन्तरं प्रोसेसिङ्ग् कृत्वा अदृश्यं भवति केचन वर्णाः ओके आम् आम् अवगतम् आम् आम् ओके जया अस्ति हा अस्मि महोदय नमस्कार ओके अनिल् महोदय सूत्रं तु उक्तवान् भवती स्मारयितुं शक्नोति एकम् I read the read and listen but not completely anena sutram smarane asti ekamapi I remember one but I'm not sure how to put it together हा ओके यत्किमपि स्मरणे अस्ति वदतु विच् वर्ड्स् यु रिमेम्बर् ओके सर्वमङ्गला उपदेशे अच् अनुनासिका इत् उपदेशे अच् अनुनासिका अनुनासिक इत् ओके अहम् अत्र कुत्र गन्तव्यं नेम् पेज् तु उद्घाटितवती इत् संज्ञा प्रकरणम् ओके इदानीम् उपदेशे इत्युक्ते किम् उपदेशे अच् अनुनासिक इत् उपदेशे इत्युक्ते किम् पाणिनेः उपदेशे ये मूलरूपं व्याकरणे पाणिनी यदा किञ्चन मूलरूपं दीयते धातुः प्रत्ययः आदेशः आगमः तदा तस्य मूलरूपस्य नाम उपदेशः सम्यक् हा मूलरूपम् इत्युक्ते प्रोसेसिङ्ग् विना यदुक्तमस्ति पाणिनिना अथवा कात्यायनः अथवा किं पतञ्जलि मुनित्रयमस्ति न यदुक्तं तदस्ति उपदेश अवस्था ओके इदानीं सुन्दररामन् सुब्रह्मण्यं धातु त्री नेम्स् विच् नेम् डु ऐ काल् यू बै सुन्दररामन् सुब्रह्मण्यं बहु दीर्घमस्ति ओ आडियो नास्ति वा मर गया ओके उषा आं भगिनि उषा रेकार्डिङ्ग् श्रुतवती गत सप्ताहस्य श्रूयते किञ्चित् उच्चैः वदतु मै सन् मेट् वित् अन् आक्सिडेण्ट् ऐ वास् इन् दट् न श्रूयते परन्तु क्लेशः अस्ति इति अहं नो भगिनि ऐ एम् नाट् वेल् मै कोल्ड् सिवियर् कोल्ड् लास्ट् वीक् मै सन् मेट् वित् अन् आक्सिडेण्ट् ऐ कुण्ड् अटेण्ड् द क्लास् ऐ कुण्ड् हियर् द रेकार्डिङ्ग्स् आल्सो रेकार्डिङ्ग् आल्सो ओके चलति हा ओके सो उषा प्रिया पूर्णिमा आल् आर् प्रेसेण्ट् परन्तु पार्टिसिपेट् न विजया अस्ति वा विजया आं महोदय अस्मि अस्मि ओके सुप्रभातं सुप्रभातं इदानीं उपदेशे अच् अनुनासिक उपदेशे जनुनासिक इति सन्धियुक्तसूत्रम् अस्ति उपदेशावस्थाविषये सर्वमङ्गला उक्तवती इदानीं हा अच् इत्युक्ते किम् उपदेशे अच् इत्युक्ते किम् अच्वर्णाः खलु स्वरवर्णाः अच्वर्णाः उपदेशे अच् तदनन्तरम् अनुनासिक इत् एवमस्ति न उपदेशे जनुनासिक इत् इदानीम् उपदेशे अच् तावत्पर्यन्तं तु वयं ज्ञातवन्तः इदानीम् अनुनासिक इत् एतस्य स्पष्टीकरणं करोतु इदानीं अनुनासिक इत्युक्ते अत्र उपरि स्वरस्य उपरि अनुनासिकबिन्दु अस्ति खलु चन्द्रबिन्दु चन्द्रबिन्दु एतत् एतत् अत्र इत् भवति इत्युक्ते यदा अच्वर्णस्य उपरि चन्द्रबिन्दु अस्ति इत्युक्ते तत् अस्ति अनुनासिक अच्वर्णः तस्य इत् संज्ञा भवति ओके जुगल्किशोर् महोदय द्वितीयसूत्रं वयं किं पठितवन्तः स्मरणे अस्ति जुगल्किशोर् अस्ति वा न ओके नास्ति चेत् चन्द्रमती नमस्ते नमस्ते द्वितीयसूत्रं किं पठितवन्तः द्वितीयं सूत्रं हलन्त्य माध्याये तृतीयपादे तृतीयं सूत्रम् एतत् सूत्रं वदति उपदेशावस्थायां धातोः वा प्रत्ययः वा तस्य अन्ते हल् वर्णः अस्ति चेत् तद् इत् भवति इति तत् इत् भवति उपदेश अवस्थायां यदा अन्तिमवर्णः हल् वर्णः अस्ति तस्य भवति ओके यावत्पर्यन्तं सर्वे ज्ञातवन्तः किमपि प्रश्नः अस्ति वा ओके इदानीं कन्नम्मा पठितुम् आरम्भं करोति आं भगिनि तृतीयसूत्रम् तृतीयबिन्दु अत्र अस्ति न विभक्तौ सुष्माः इतः न विभक्तौ तुष्माः प्रथम अध्याये तीसरपादे चतुर्थ सुसूत्रं विभक्त्यां तवर्गीयवर्णः सकारः मकारः च इति संज्ञकाः न भवन्ति विभक्तिश्च इत्यनेन सुप्रत्ययाः तिङ्प्रत्ययाः च सर्वे विभक्तिसंज्ञकाः इदं सूत्रं हलन्त्यम् इत्यस्य बाधकसूत्रं तुश्च सकार च मश्च तेषाम् इतरेतरद्वन्द्वः तुस्माः न अव्ययपदं विभक्तो सप्तयन्तं तुस्माः प्रथमान्तं त्रिपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे विभक्तो अन्त्याः हलः तुस्माः न इतः राम अधिकं जस् चुटू इत्यनेन जकारलोपः राम प्लस् अस् हलन्त्यम् इत्यनेन सकारस्य इत् संज्ञा न विभक्तौ तुस्माः इत्यनेन सकारस्य इत् संज्ञा निषेधः रामास् एकं रामाः अन्ये विभक्तिसंज्ञकप्रत्ययाः यत्र हलन्तलोपः बाधितः सत् बिस् ब्यस् नस् ओस् अम् ब्याम् आम् पदानि यत्र अन्तिमतवर्गीयवर्णः न लुप्तः रामात् तस्मात् तस्मिन् लबेरन् ओके किं किम् अवगतवती सूत्रविषये न विभक्तौ स्माः ओके अर्थं किम् अवगतवती यावत्पर्यन्तम् अवगतवती तद् वदतु हा सम्यक् न अवगत अहं सहायं करिष्यामि ओके ओके न विभक्तौ तु स्माः ओके यावत् एतत् सूत्रस्य किं पदानि ओके न इत्युक्ते नो नास्ति इट्स् अ नेगेटिव् थिङ्ग् रैट् नेगेटिव् तु स्माः एतस्य विभजनं करोतु तु इत्युक्ते two means but isn't it no no no no no no okay paniniya ritya ka vargasya sankshipta rupam kim na kuchutu tupu oh right kuvarga chuvar ku chuvarga tuvarga tuvar varga ku itike सम्पूर्ण अतः तु अत्र यत् लिखितमस्ति एतस्य अर्थमस्ति सवर्ग इदानीम् अवशिष्टवर्णः के तु स्माः ओके अत्र तु स्मः यदा अहं लिखामि पश्यतु तु स्मा ओके एतस्य अहं विभजनं करोमि चेत् किम् आगच्छति एकं तु अस्ति तु तु इत्युक्ते तकार उकारयोः मेलनेन तु आगच्छति परन्तु अहं तु एव लिखामि किमर्थम् तस्य अर्थमस्ति तदनन्तरं किम् आगच्छति स्माः आगच्छति अधिकं मा स्माः स्माः सवर्ग अधिकं माः सकार अधिकं मा मकार आकार आकार आकार किम् किमर्थम् आगच्छति पश्यतु ओ वयं जानीमः न रामः रामो रामाः कथमागच्छति बहुवचन बहुवचन अत्र वर्णत्रयम् अथवा किं वर्णत्रयम् अधिकमस्ति एतस्य बहुवचनरूपं स्माः अस्तु अस्तु अतः इदानीं न विभक्तौ तु स्माः तत्र के वर्णाः किं अनुबन्धः कृते अनुबन्धकृते के वर्णाः वयं पश्यामः अनुबन्धः कृते तु स्माः इति अस्ति विभजनं भवती तु उक्तवती सवर्गीयवर्णाः सवर्गवर्णः सकारः मकारः एते सर्वे यदा आगच्छन्ति तदा किञ्चित् अधिकं द्रष्टव्यम् किमर्थम् तस्मिन् अवस्थायाम् एते वर्णाः न गणनीय एते वर्णानां गणनां न कर्तव्यं विभक्तौ इत्युक्ते विभक्ति किम् अस्ति अत्र विभक्तौ पदस्य पदस्य मीन्स् टु विभक्ति द्विवचनम् द्विवचनम् अस्ति द्विवचनं नास्ति विभक्तिः इकारान्तशब्दः अस्ति न विभक्तिः विभक्तयः प्रथमा परन्तु विभक्तौ प्रथमा विभक्तेः अस्ति वा पश्यतु न सप्तम्यन्तं लिखितमस्ति सप्त्यन्तं तु स्माः प्रथमान्तं विभक्तौ सप्त्यन्तं तु स्माः प्रथमान्तं त्रिपदमिदं सूत्रं न अव्ययपदं न अव्ययपदं विभक्तौ सप्तमन्तं तु स्माः प्रथमान्तम् अतः अत्र यदा विभक् अवस्थायां प्रत्ययः अस्ति तत्र यदा सवर्गीयवर्णः अथवा सकारः अथवा मकारः आगच्छति चेत् तस्य इत्संज्ञा न भविष्यति पश्यतु भगिनि एकवारं पुनः एतत् वाक्यं वदतु सप्त विभक्तौ अन्त पश्यतु सम्पूर्णवाक्यं पश्यतु उपदेशे विभक्तौ अन्त्याः हलः सुष्माः न इतः अर्थम् अवगतवती योर वाय्स् इस् गेटिङ्ग् कट् भगिनि सम्यक् नास्ति वा ध्वनि एकनिमिषम् Your voice is being cut. No, I hear very well. For me it was Samyak Eva. Samyak, Samyak Eva, Bhagini. Samyak Shroyate, Bhagini. Okay. Okay, Samyak Shroyate. Kaha Uptavan? Samyak Shroyate. Ekam to Anil, Dithiyam. Subramanyam. सुब्रह्मण्यम् ओके सुब्रह्मण्यं वदतु उपदेशे विभक्तौ अन्त्याः हलः तुष्माः न इतः एतस्य वाक्यस्य अर्थम् उपदेशे अतः उपदेशे इत्युक्ते यदा पाणिनिना आदौ उक्तमस्ति विभक्तौ यत्र विभक्तिः अस्ति चेत् विभक्तिप्रयोगे यथा प्रत्यये अस्ति चेत् अत्र सवर्ग सकारमकारः अन्ते सन्ति चेत् तस्य लोपः न भवति तत् इत्संज्ञा न भवति इत्संज्ञा न भवति बहु सम्यक् विभक्ति अवस्थायां प्रत्ययः अस्ति चेत् ओके सर्वे शृण्वन्तु यदा उपदेशः अस्ति इत्युक्ते पाणिनिना उक्तम् अथवा त्रिमुनिना उक्तम् एवं चिन्तयामः त्रिमुनिना उक्तं प्रत्ययः विभक्ति अवस्थायाम् अस्ति चेत् अन्ते यदा हल्वर्णः आगच्छति तत्र अपि यदा तवर्गीयवर्णः अस्ति अथवा सकारः अस्ति अथवा मकारः अस्ति तेषाम् इत्संज्ञा न भवति ओके इदानीं विभक्ति अवस्था एकनिमिषं हा इदानीं विभक्ति अवस्था इत्युक्ते किं हा एतस्यापि किञ्चित् चिन्तनं कर्तव्यं हा अनिल् विभक्ति अवस्था इत्युक्ते किं हा अत्र पश्यतु सूत्रं दत्तमस्ति किञ्चित् स्पष्टीकरणमपि दत्तमस्ति विभक्तिश्च इत्यनेन सुप् प्रत्ययः तिङ् प्रत्ययः च सर्वे विभक्तिसंज्ञका इत्युक्ते किं विभक्ति अत्र सुप्रत्यय इत्युक्ते नाम पदानि योजित्वा प्रातिपदिकम् अस्ति प्रातिपदिकं प्लस् नाम सुप् एतत्तु साधारणविभक्ति विभक्ति यद् वयं जानीमः प्रथमा द्वितीया तृतीया एवम् ओके रामः रामो रामाः रामं रामो रामान् एतत् सर्वं विभक्ति विभक्तिरूपाणि तत्र उपयोगं भवति परन्तु अत्र तिङ्प्रत्यय अपि विभक्ति धातु प्लस् तिङ् प्रत्ययः तदपि विभक्ति इति पाणिनिना उक्तम् अस्ति ओके अतः यदा सुप्रत्ययस्य योजनं वयं कुर्मः अथवा तिङ् प्रत्ययस्य योजनं कुर्मः तस्मिन् समये अन्तिमहल्वर्णः यदा तवर्गीय सकारः अस्ति चेत् तेषाम् इत्संज्ञा न भवति पाणिनि महोदय बहु शार्ट्कट् कृतवान् गतश्लोके प्रत्यय इत्युक्ते प्रत्यय आदेश आगम अत्र विभक्ति इत्युक्ते सुप्रत्यय तिङ्प्रत्यय द्वयमपि ओके महोदय बहु इण्टेलिजेण्ट् बुद्धिमान् इदानीं कस्य पर्यायः जुगल्किशोर् महोदयस्य ध्वनिः न श्रुतवती भगिनी एकः प्रश्नः अस्ति तत्र इदं सूत्रं हलन्त्यम् इत्यस्य बाधकसूत्रम् इत्युक्ते किम् अर्थं किम् पश्यामः अतः एव अहम् उदाहरणं स्वीकृत्य अग्रे गच्छामि चिन्ता मास्तु एतस्य अवगमनं किञ्चित् अधिकं समयम् ओके इदानीं कस्य पर्यायः कण्णम्मा ललिता अस्ति वा न हा नमस्ते अस्ति अस्मि भगिनि इदानीं अस्माकं किम् अस्ति एतत् वयं जानीमः सु औजस् अम् औक्षस् ताभ्यां भिभ्यां यस् अत्र अम् इति अस्ति ओके अम् इति यदस्ति एतस्य अन्तिमवर्णः किम् एतस्य अन्तिमवर्ण अ अस्ति अन्तिम आदिवर्ण अन्तिम अन्तिमवर्ण इम् मकार मकारः ओके इदानीं केन सूत्रेण मकारस्य इत् संज्ञा भविष्यति पश्यतु वयं सूत्रत्रयं पठितवन्तः उपदेशे जनुनासिक हलन्त्यं न विभक्तौ तु स्माः हलन्त्यम् इति सूत्रेण हलन्त्यम् इति सूत्रेण मकारस्य इत्संज्ञा भवितुम् अर्हति अर्हति ओके किमर्थं कारणम् एतत् जनरल् सूत्रमस्ति प्रथम किं हलन् चत्वारि सूत्राणि उपदेश अवस्थायां सर्वेषु रूपेषु इत्युक्ते धातुषु प्रत्ययेषु आदेशु आदेशेषु आगमेषु सर्वत्र एतेषाम् उपयोगं भवति ओके अतः अम् यत् प्रत्ययः अस्ति तत् चत्वारि सूत्राणि यद् अस्माकं हस्ते सन्ति तेषाम् उपयोगं कर्तुं शक्नुमः हलन्त्यम् एतस्य अवकाशः अस्ति ओके अवकाशः अस्ति किमर्थं कारणम् अम् यदस्ति एतत् प्रत्ययः अस्ति मकारः हलन्तवर्णः अस्ति अतः एतस्य हलन्त्यम् इत्यनेन इत्संज्ञा कर्तुं वयं शक्नुमः शक्य परन्तु अत्र वयं पुनः एकं सूत्रं दृष्टवन्तः तदस्ति न विभक्तौ सुष्माः अतः अं यदस्ति एतस्य किञ्चित् परिशीलनं कर्तव्यं विभक्तिप्रत्ययः अस्ति वा न अं यदस्ति एतत् सुप्रत्ययस्य ग्रूप् मध्ये आगच्छति गणनां तत्र अस्ति सुप्रत्ययः अस्ति इत्युक्ते विभक्तिप्रत्ययः विभक्तिप्रत्यय अस्ति द्वितीयविभक्ति एकवचने अस्ति एकवचने एतस्य प्रत्ययस्य उपयोगं कृत्वा वयं रूपसिद्धिं कुर्मः अतः मकारः यदस्ति अत्र एतस्य वयम् इत्संज्ञा कर्तुं शक्नुमः वा न विभक्तौ तु स्माः न तु स्माः अत्र कर्तुं न शक्नुमः न शक्नुमः ओके अतः एतत् अस्ति बाधकसूत्रम् विभक्ति अवस्थायां हलन्तवर्णः अस्ति तत्र परिशीलनं कर्तव्यं सर्वे हलन्तशब् वर्णाः इत्संज्ञकवर्णाः न भवन्ति किमर्थम् एते वर्णाः आगच्छन्ति सकारः मकारः आगच्छन्ति चेत् तेषां हलन्त्यम् इत्यनेन इत्संज्ञा न भवति सरस्वती अवगतम् आं भगिनि धन्यवादः एक्सेप्शन् एक्सेप्शन् एक्साक्ट्लि ओके प्रश्नाः सन्ति वा अग्रे गच्छामः अहं तु चुटु उपयोगेन न कृतवती, अहम् अं साक्षात् अं स्वीकृत्य स्पष्टीकरणं कृतवती. ओके, चुटु अग्रे आगच्छति तदा एव एतस्य अवगमनं स्पष्टं भविष्यति. ओके, कारणं जस् विषये वर्णद्वयस्य समस्या अस्ति, अतः अहं तद् न स्वीकृतवती. अहम् अम् एतस्य उदाहरणं स्वीकृत्य अग्रे गतवती. ओके, अवगतं सर्वे? हा, तदेव भ्यां यदस्ति तदेव, दिस् यदस्ति तत्र अपि तदेव. हा, एतत् सर्व उपदेशावस्थायां सन्ति. हा, भ्यां, भेस्, भ्यस् सर्वम् उपदेश अवस्थायां सन्ति. तत्र विभक्तिप्रत्ययः अस्ति, पुनः मकारः सकारः दृश्यते अन्तिमः हल् वर्णः, अतः तेषाम् इत्संज्ञा न भविष्यति. ओके, अत्र सर्वत्र पश्यन्तु, हा, अत्र मकारः सकारः, हा, अत्र किमस्ति, पुनः सकारः मकारः. ओके, अतः एतेषाम् इत्संज्ञा न भविष्यति. ओके, सर्वे अवगतवन्तः? परन्तु भिस् भिः भवति, सकारः इत्संज्ञा भवति. तत्र पुनः भिन्नसूत्रम् आगच्छति, इत्संज्ञा न भवति सकारस्य, सकारः तिष्ठति. हा, परन्तु नेक्स्ट् स्टेप् प्रोसेसिङ्ग् सकारस्य विसर्गे परिवर्तनं कथं भवति तत्तु वयम् अग्रे पठिष्यामः. तत्र तु भिन्नसूत्राणि आगच्छन्ति. ओके, पुनः किमपि प्रश्नः अस्ति वा? नमस्ते भगिनि. अत्र बिस् अन्यसूत्रम् इति कथम्? ओहो हो, अन्यसूत्रविषये अहम् इदानीं न वदिष्यामि. अत्र अत्र चकार एव अस्ति, तस्मात् इति सूत्रमध्ये आगच्छति. पुनः वदतु. अत्र अत्र भिस् तुस्मा इति सूत्रे न आगच्छति, न विभक्तौ तुस्माः. ओके, न विभक्तौ तुस्माः सूत्रम् एतत् अस्ति, पश्यतु, न विभक्तौ तुस्माः. परन्तु एतत् सम्पूर्णसूत्रं नास्ति, सम्पूर्णसूत्रम् अनुवृत्तिसहितम् एतत् अस्ति, उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः. यस्, ओके ओके ओके, थेङ्क् यु. अन्यत् प्रश्नः अस्ति वा? हा, अग्रे गच्छामि. या इदानीं प्रतिभा अस्ति वा? आं भगिनि, नमस्ते, सुप्रभातम्. सुप्रभातं, नमस्ते. पठितुम् इच्छति? आं भगिनि, पठामि. पठतु, चतुर्थबिन्दु. आदेर् निटुडवः प्रथम अध्यायः, अध्यायः थर्ड् पाद फिफ्त् सूत्र. ओके, उपदेशस्य आदौ मी टु डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत् तस्य इत्संज्ञा भवति. मी टु डु एते निबन्धाः धातुषु एव भवन्ति, अतः इदं सूत्रं वस्तुतः धातूनां कृते. मी च, टु च, डु च, तेषाम् इतरेतरद्वन्द्वः निटुडु बहुवचने निटुडवः गुरुशब्दः इव. आदिः प्रथमान्तं निटुडवः प्रथमान्तं द्विपदं सूत्रम् आदिः इति इत्तिति च बहुत्वे एकवचनम् अनुवृत्तिसहितसूत्रम् उपदेशे धातोः आदयः निटुडवः इतः तुनादि तदा एव स्पष्टं भविष्यति. एकनिमिषं क्षम्यताम् अहम् आगच्छ क्षम्यता प्रतिभा अग्रे वदतु. आं भगिनि तुनादि इति धातुः आतिर्निटुडवः इत्यनेन टु इति सारि 1 3 5 इत्यनेन टु इति वर्णसमूहस्य इत्संज्ञा तदा तस्य लोपः इत्यनेन लोपः. उदाहरणरूपेण नदी उपदेशे जनुनासिक इत् इत्यनेन इकारस्य इ चन्द्रबिन्दु अस्ति अनुनासिकवर्णः इकारस्य इत्संज्ञा नद् भवति. नन्द इति लौकिकधातुः अत्र नुमागमः भवति इति अग्रे पठिष्यामः. अग्रे पठामि वा इर् इत्यसंज्ञा वाच्य इर् इत्संज्ञा वाच्य नेति सेवेन् टु फोर् इति सूत्रस्य अन्तर्गम एकं वार्तिकं धातोः इर् इत्यस्य शब्दसमुदायस्य इत्संज्ञा भवति. छिदिर् इत्यादिषु धातुषु इरः इत्संज्ञा भवति. भिदिर् भिद् छिदिर् छिद् दृशिर् दृश् निजिर् निज् युजिर् युज् इशुचिर् शुच् ध्येयं यत् इकारस्य रेफस्य च भिन्नरीत्या इत्संज्ञा न करणीया. त्रीणि सूत्राणि उपदेशावस्थायां प्रत्ययेषु एव. तत् अग्रिमभागः इदानीम् आदिनिटुडवः स्पष्टीकरणं इर् इत्संज्ञा वाच्या तत् अनन्तरं पश्यामः. ओके आदिर्निटुडवः एतस्य अर्थं किम्? आदिर्निटुडवः आदिः इत्युक्ते द फस्ट् निटुडवः वर्णसमूहः अस्ति तत्र निकार नि टवर्गः टु इत्युक्ते टवर्गः टवर्गः अत्र वर्णसमूहः इत्युक्ते टवर्गः न ओन्लि टवर्ग अस्तु भगिनि. तकार उकार मेलनेन टु यदागच्छति. यदि आदिः अस्ति चेत् कुत्र ये वर्णाः आदिः अस्ति चेत् तत् वर्णाः इच्छन्ना भवति. ओके कस्य आदिः? अतः इदं सूत्रं वस्तुतः धातुना एव भगिनि धातुः अस्ति तत्र. यदा धातु धातोः आदिवर्णः नि वा टु वा डु वा अस्ति चेत् इत्संज्ञा भवति इति. इत्संज्ञा भवति. उदाहरणं पश्यतु. नदी नदी इत्यत्र वा? न न तुनादि. अच्छा अच्छा तुनादि ओटो टु टु अस्ति तत्र टु इत् आदिनिटुडवः इत्यनेन इत्यनेन इत्संज्ञा भवति टुका टु इति वर्णस्य वर्णसमूहे. हा अत्र पश्यामः कथं भवति. हा कुत्र अस्ति? ओके वयं किं डु डु नदी न टु नदी. हा आं भगिनि टु नदी. Did I write? Do na do, do na bagini ta ta varga tu. Oh okay, ek animation. Ha ta okay tu na anantara di di itsamya chandrabindu. ओके अनुनासिक दि अस्ति. ओके अत्र प्रथमं तु अस्माकं हस्ते टु अस्ति. हा द्वितीयं न अस्ति. ओके तृतीयं किम् अस्ति? दकारः आगच्छति. दकारः अनन्तरम् अनन्तरम् इकारः इच्छन् अयो क्षमतां चन्द्रबिन्दु अनुनासिक इकारः. यदस्ति तत् अनुनासिकसहित अनुनासिक. ओके आं भगिनि यदा वयं पश्यामः अत्र वर्णसमूह आदिर्निटुडवः. आम् आं भगिनि आदिर्निटुडवः अस्माकं हस्ते टु तु अस्ति. टु यदस्ति वर्णसमूहः अस्ति. एतस्य किं भविष्यति? आदिनिटुडवः इति सूत्रेण इत्संज्ञा भवति तस्य टु इति वर्णस्य इत्संज्ञा भवति. इत्संज्ञा भवति. अतः अवशिष्टरूपं किं? न न द अधिक दकार अधिकम् इ इका चन्द्रबिन्दु. इदानीं पुनः किं वयम् उपयोगं कर्तुं शक्नुमः? किं सूत्रम् उपयोगं कर्तुं शक्नुमः? अस्माकं हस्ते इ इति वर्णः अस्ति. आं भगिनि तदस्ति अनुनासिकवर्णः. उपदेशे अनुनासिक इत् इति सूत्रेण इत्संज्ञा भवति तत् वर्णः भवति. अतः अवशिष्टरूपं भवति नद्. ओके आं भगिनि अवगतम्. आं भगिनि अत्र तदेव लिखितम् अस्ति नद्. ओके अस्तु नद् अवशिष्टरूपं. तदनन्तरं पुनः प्रोसेसिङ्ग् भवति तदनुगुणं नन्द् इति लौकिकधातु निर्माणं भवति. ओके तस्मिन् चिन्ता मा करोतु. आम् आं भगिनि. ओके अन्य कोऽपि किमपि पुनः कर्तुं क्रिया तु न रूपल्. ओहो रूपल् बहु विलम्बेन आगतवती. आं महोदय क्षम्यतां. कर्तुं शक्नोति वा अन्यत्र अहं गच्छामि? वदामि वा? न अहं पुनः अन्यधातु ददामि. तस्य प्रोसेसिङ्ग् एवं कर्तुं शक्नोति? कारणम् अहं न जानामि भवती कदा आगतवती. इदानीमेव आगतवती. ओके फैन् सरस्वती भवती करोतु. वयं एकं वयं जानीमः न पचश् इति एवमस्ति विकल्पिषद् महोदय सकारमूर्धन्य वा तालव्य महोदय नास्ति वा सुब्रह्मण्यं जानाति वा पटेल् मूर्धन्य एव आम् महोदय मूर्धन्य एव इदानीं सरस्वती भवती कुत्र अस्ति इदानीम् अत्र वर्ण वर्णः वदतु डु डु ओ एकनिमिषं डु अनन्तरं प चकारः तत्तु चकारः इदानीं प्रोसेसिङ्ग् करोतु आदौ डु अस्ति आदौ डु अस्ति अतः अतः धातो इत् संख्या भवति इत् संख्या भवति अनन्तरम् अस्माकं हस्ते श अस्ति ओके इदानीं चकारः अस्ति हलन्तव्यम् अन्ते हलन्त अस्ति सो इत् संख्या भवति सो पच् पच ओके महोदय महोदय चकार उपरि चन्द्रबिन्दु अपि अस्ति ओके ओके तत्तु अहं विस्मृतवती ओके पुनः लिखामि च ओके ओके धन्यवादः ओके इदानीं किम् अस्ति अस्माकं हस्ते सरस्वती संख्या भवति हलन्तव्यं हलन्तव्यं न हलन्त्यं हलन्त्यं सारी अन्ते हलन्त अस्ति इदानीं अस्ति अस्ति यदस्ति चन्द्रबिन्दु दट् बिकम्स् उपदेश उपदेश अनुनासिक अनुनासिक इत्यनेन किं भवति पच् पच् अवशिष्य पच् पच् ओके अवगतम् सो पच् धातोः मूलरूपं खलु एकनिमिषम् इदानीम् अस्माकं प्रक्रिया कथं करणीयम् एतस्य अवगमनं कुर्मः इदानीं डु यदस्ति तस्य संज्ञा कथं भवति आदिर् निपुडवः इति सूत्रेण न आदिर् निडुहुडवः आदिर्निटुडवः डु आदिर्निटुडवः इत्यनेन इत् संज्ञा तदनन्तरं वयं किं कृतवन्तः श यदस्ति शकारस्य हलन्त्यम् इत्यनेन hmm. फलञ्जम् इत्यनेन शकारः इष्टङ्गा. ओके, अनन्तरम् अस्ति अ च अ. अत्र आदि ओ सारी उपदेशे अच् अनुनासिक आ यदस्ति एतस्य उपदेशे उपदेशे अच् अनुनासिक उपदेशे उपदेशे जननासिक इत्यनेन अकारस्य इत्संज्ञा अवशिष्टरूप तत् अस्माकं हस्ते किं लौकिकधातु. So, Bhagini, I understood what is pach. Okay, pach. So, that is, what is dupajamsha? Dupajash, upadeshita avasthayam dhatu. Upadeshita avasthayam. That is the mula rupam. मूलरूपं धातोः मूलरूपं द्विवचश् तदनन्तरं तस्य प्रोसेसिङ्ग् कृत्वा पच् इति आगच्छति. परन्तु अत्र सर्वत्र वयं केवलं सूत्रं दत्तवन्तः उत्सञ्जकवर्णानां कृते, परन्तु एतस्य अनन्तरम् आगच्छति तस्य लोपः इति. तद् वयम् अग्रे पश्यामः, चिन्ता मास्तु. एतत्तु केवलम् अर्धं कृतमस्ति. अनन्तरं तस्य लोपः कृत्वा एतस्य सर्वस्य लोपकार्यमपि कर्तव्यं. ष अ सर्वं गच्छति तस्य लोपः इत्यनेन. तदनन्तरमेव अवशिष्टरूपं पच् इति आगच्छति. यावत्पर्यन्तम् अवगतं प्रश्नाः? आम् अवगतं भगिनि. अहम् एकं तु विस्मृतवती. एतस्य विषये वयं ज्ञातवन्तः. एवमेव इर् इति अपि वर्णसमूहः अस्ति, तस्य अपि इत् संज्ञा भवति. वाच्यम् अस्ति एतस्य कृते, हा सूत्रं नास्ति, वाच्यमस्ति. ओके, तत्तु वयम् अग्रे पश्यामः. ओके, वर्णसमूहः टु वर्णसमूहः अस्ति. टु वर्ण किं टु अपि वर्णसमूहः, नि अपि वर्णसमूहः, एवमेव इर् अपि वर्णसमूहः. ओके, प्रश्नः महोदय, एकः प्रश्नः अस्ति. उपरि उपरि उपरि श्लोके अत्र अत्र चतुर्थ अत्र अनुवृत्तिसहितसूत्रम् उपदेशे धातोः आदयः नीटुडवः इतः. अत्र उपदेशे अनुवृत्ति अस्ति, इतः इति अनुवृत्ति अस्ति. धातोः कुतः आगच्छति? भिन्न एकं सूत्रम् अस्ति धातोः विषये, ततः धातोः आगच्छति. ओके, यत्र यद् वयम् अत्रापि दृष्टवन्तः न, विभक्तिश्च इति भिन्नसूत्रमस्ति अन्यत्र, ततः वयं विभक्ति इति स्वीकृतवन्तः. ओके, एवमेव महोदय, अत्र अत्र विभक्तौ श्लोके अस्ति, श्लोके अस्ति. ओ विभक्ति इत्युक्ते किम् एतस्य निर्णयम् एतस्य निर्णयः अस्ति विभक्ति इत्युक्ते सुप्रत्ययाः तिङ्प्रत्ययाः यत्र उपयुक्तं तदस्ति विभक्ति ओके एवमेव अत्र धातुविषये अपि डेफिनिशन् अस्ति अहं विस्मृतवती कत्र कुत्र अस्ति न न परन्तु अत्र धातोः अनुवृत्तिः अस्ति अनुवृत्तिः अस्ति पूर्वं सूत्रम् आगतम् अस्ति पूर्वं मीनिङ्ग् इवन् बिफोर् द प्रथम उपदेशे आचानुनासिक पूर्वं कारणम् अत्र किम् अस्ति 1-3-4 अस्ति ओके अनुवृत्ति कथम् आगच्छति पूर्वस्मिन् सूत्रस्य यत्किमपि उपयोगपदमस्ति तद् वयं स्वीकुर्मः अत्र धातोः यदस्ति अहं अष्टाध्यायी परन्तु मम कृते तु अष्टाध्यायी डजन्ट् ओपन् धातुपाठः सूत्रपाठ महोदय वेट् वेट् वेट् सूत्रपाठ न ओ सारी सारी न धातुपाठ ओके अग्रे गच्छामि सूत्रपाठः ओके सूत्रपाठः अत्र सूत्रं किम् आदिर्नि Maybe we can scroll down. No, not necessary that way, Now, Adir Nitrudavah, 1-3-4, na? 1-3-5, huh? Oh, okay. 1-3-5, okay. Adir Nitrudavah, okay. अत्र अहं गच्छामि अत्र किम् अस्ति आदिः प्रथमा नित्युडवः प्रथमा बहुवचनम् उपदेशे अनुवृत्ति इति अपि अनुवृत्ति सम्पूर्णसूत्रम् उपदेशे आदौ चतुर्थवाक्यानि उपदेशे आदिः नित्युडव इति अत्र धातु नास्ति परन्तु किञ्चित् अधिकं स्पष्टीकरणार्थम् अत्र कदाचित् धातु इति लिखितं स्यात् किमर्थं कारणं केवलं धातुविषये अस्ति एकनिमिषम् अष्टाध्याय्यां किमर्थं धातु न लिखितम् अस्ति न लिखितं चतुर्थवाक्यं महोदय चतुर्थ महोदय चतुर्थवाक्यम् अनुवृत्तिसहितं सूत्रम् एतत् भवान् वदति न आमां अत्र ओ धातोः यदस्ति वेर् इस् जुगल्किशोर् सः तु अग्रे पठित्वा आगतवान् न लक्ष्मी धातोः किमस्ति धातोः 3-1 तृतीयाध्याय परन्तु तृतीयाध्याय अनन्तरम् आगच्छति ओके अतः धातुविषये किञ्चित् किमपि सूत्रम् अस्ति स्मरणे नास्ति मम स्मरणे नास्ति परन्तु धातोः विषये एव आगच्छति उपदेशादिर्निटुडवः केवलं धातुविषये अस्ति इति उपदेशे धातोः आदयः नी टु डवः अस्ति चेत् इत्संज्ञा भवति. अस्तु महोदय, आदयः किमर्थम्? आदिः अस्ति रैट्? आदयः बहुवचनम्. बहुवचनं किमर्थम्? नी टु डवः इति अस्ति न बहुवचनम्. हा, परन्तु आदि एक एव. उकारः अस्ति, उकारः अस्ति, गुरु गुरवः न इकार अस्ति, तत्तु सम्यक्, हरिहरयः आदि आदयः, परन्तु बहुवचनं किमर्थम्? कारणं निटुडवः बहुवचनम् किं विशेषणविशेषभाव तदनुटुडवः इति आगतम्. परन्तु सूत्रे किमर्थं नास्ति? आदिर्निटुडवः. आदिः निटुडवः. एतत्तु एतत्तु दे हेव् स्प्लिट् द वर्ड्स् नो महोदय, तत्र they have explained the sutra, that's why it's visheshana vishesha bhava, that's why it's not there in the sutra. No, there also it is split adihi sutre kim samasakritam. Samasa nasti mahoday, adihi samasa eva asti kila mahoday tatra, adir nitudavaha iti samasa eva kila tatra. आदिः अस्ति, आदिः प्रातिपदिकं नास्ति, अतः समासः नास्ति. न सन्धि करणीयं तत्र, समासे सन्धि करणीयमेव तत्र, नित्यं करणीयम्, अतः आदिर्निटुडवः इति अस्ति. हा, परन्तु यदि समासः अस्ति चेत् आदिः नास्ति भवति. But it should be Adi, not Adihi. Satyam, Baba. Satyam. Okay. Adihi, Vibhakti Sahita Rupam Asti, Adi Pratipadika Rupam. Atra Adir Nitudavaha, Atra Adihi Nitudavaha. Iti Padadvayam Asti. Nehana. Adihi Nitudavaha. एवं पदद्वयम् अस्ति, परन्तु वाक्ये यदा उपयोगं कुर्मः तदा उपदेशे धातोः आदयः, ओके, धातोः तत्र षष्टि न अत्र. आं भगिनि, आं भगिनि, षष्टि. आमां करेक्ट् भगिनि, महोदय, गुरोः. अहं चिन्तयामि एतत् केवल एक्स्प्लेनेशन् अस्ति, एतत् अनुवृत्तिसहितसूत्रं नास्ति. अनुवृत्तिसहितसूत्रम् इति अत्र लिखितम् अस्ति, परन्तु अष्टाध्यायां तु अहम् अनुवृत्तिसहितसूत्रं धातोः at 131 bhuadayah dhatavah. 131 1 minute, huh? Okay, 131 bhuadayah dhatavah. Itah dhatu vishe anuvritti agatam. Okay. Yeah, this is what I was trying to remember. Okay? Astu, Astu. Samadhanam idani? Huh? Okay. Who gave me this? 131? My, I'm Sarvamangala. Sarvamangala. धन्यवादः. ऐ वास् ट्रैङ्ग् टु थिङ्क् आफ् देट् ओन्लि. ओके ओके, अनि समाधानं न इदानीम्? अहं चिन्तयिष्यामि महोदय. भवतः समाधानं न अभवत्? पार्शल् अभवत्. पार्शियल् न अन्यत्र अहं दृष्टवती न किम् आदिर् निटुडवः एतस्य अनुवृत्तिसहितं तु एतत् धातोः आगच्छति एव किमर्थम् अष्टाध्याय्यां न दत्तं न जानामि हा परन्तु अन्यत्र कुत्रापि अहं दृष्टवती उपदेशे धातोः आदयः निटुडवः इतः इति अहं दृष्टवती अस्तु अस्तु ओके मेडम् दट् इन् थर्ड् पेज् from before three lines above they had given next page next page ah mai janami atra to ekam eva asti na ah that one that anuvritti that anuvritti they had given a little bit next down. Lines scroll down some more नेक्स्ट् देर् देर् देड् किल अतः उपदेशे धातोः आदयः देर् आदयः दिस् इस् वाट् ऐ हेड् रेड् करेक्ट् करेक्ट् भूवादयो धातवः इत्यस्मात् धातोः एतस्य अनुवृत्तिः आगच्छति ओके अनिल् अनुवृत्तिविषये पुनः आगच्छति हा चिन्ता मास्तु अस्तु अस्तु ओके अनुवृत्तिविषये पुनः स्पष्टीकरणम् आगच्छति अग्रे ओके अतः इदानीं स्वीकरोतु अन्फार्चुनेट्लि अष्टाध्याय्यां तु एतत् वयं न पश्यामः सूत्रं ददातु आदिर्निषुडवः 135 न करेक्ट् महोदय जस्ट् गो बेक् वन् गो बेक् जस्ट् गो बेक् वन् हा 135 हा न न न ऐ थिङ्क् सम्थिङ्ग् हेस् गोन् राङ्ग् 135 आदिर्निषुडवः एतत् अस्ति ओके हा अत्र धातोः किमर्थं न आगतम् अहं न वक्तुं शक्नोमि कारणम् अनुवृत्ति यदस्ति अत्र अत्र एव देट् आल्सो शुड् हाव् बीन् एडेड् ओके अग्रे गच्छामि आं महोदय ओके इदानीं कस्य वा कस्याः पर्यायः प्रतिभा फिनिश्ड् क्रिया नाट् कमिङ्ग् रूपल् शः प्रत्ययस्य प्रथमे अध्याये तृतीये पादे षष्टमसूत्रं प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत् संज्ञा भवति शः प्रथमान्तं प्रत्ययस्य षष्ट्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रमस्ति उपदेशे प्रत्ययस्य आदिः शः इत् जल्प इति औपदेशिकधातुः शाकन् प्रत्ययः उपदेशे जनुनासिक इत् प्रथम अध्याये तृतीये पादे द्वितीयसूत्रम् अनन्तरं हलन्त्यं प्रथमे अध्याये तृतीये पादे तृतीयसूत्रं तृतीये पादे तृतीयसूत्रं शः प्रत्ययस्य प्रथमे अध्याये तृतीये पादे षष्ठं सूत्रम् इति सूत्रैः इति संज्ञा तदा तस्य लोपः इत्यनेन लोपः झल्प् अधिक आक् जल्पाक इति प्रातिपदिकं जल्पाकः यः बहु वदति इत्यर्थः ओके उदाहरणम् उपयोगं कृत्वा स्पष्टीकरणं करोतु mm. किमस्ति कष्टम् उदाहरणम् अत्र दत्तमस्ति तदेव चलति हा एतस्य उपयोगं करोतु न यद् दत्तम् अस्ति आम् अत्र अस्ति जल्प औपदेशिक धातु दत्तमस्ति अधिकशाकं प्रत्ययः शाकम् इति प्रत्ययस्य योजनं कर्तुं सति अत्र उदाहरणार्थं शाकं प्रत्ययस्य उपयोगं दर्शितम् अस्ति ओके इदानीं शाकं प्रत्ययस्य पुरुषं कथम् अभवत् अरे वदतु श शाकन् इति प्रत्ययः अस्ति ओके एतस्य प्रोसेसिङ्ग् करोतु शकार शकार अनन्तरम् अनन्तरं ककार ककार ओके क एव लिखामि हा कारणं नकार ओके नकार ओ केवलं न हा नकार एव ओके इदानीं अग्रिमस्तरे किं गच्छति यद्वयं पूर्वमेव जानीमः श्वः प्रथमान्तमस्ति श्वः किमस्ति पुनः वदतु श्वः प्रथमान्तम् भवती सूत्रं वदति वा चकार अत्र लिखितम् उपदेशे प्रत्ययस्य आदिः शः इति तर्हि उपदेशे यदि शः अस्ति आदौ तत्र तस्य इति संज्ञा भवति तत्पूर्वं वयं सूत्रं पठितवन्तः तदनुगुणं प्रथमकार्यं भवति किं करिष्यति वदतु प्रथमकार्यं श इत्यस्य लोपः भविष्यति वा प्रथमं हलन्त्यं प्रयोगं कुर्मः भवत्याः किं नूतनसूत्रस्य उपयोगं क्षम्यतां प्रथमं हलन्त्यं हलन्त्यम् आगमिष्यति न हलन्त्यम् इत्यनेन अस्ति न नकारस्य लोपः भविष्यति नकारस्य न प्रथमकार्यं लोपः न प्रथमं किं भविष्यति प्रथमकार्यं लोप न इति संज्ञा क्षम्यताम् इति संज्ञा भविष्यति नकारस्य इति संज्ञा भविष्यति तर्हि इदानीं नूतनसूत्रं यत् वयं पठितवन्तः इदानीं पश्यामि षकार आकार क इति अस्ति अत्र श यदस्ति आदिवर्णः अस्ति शः प्रत्ययस्य प्रत्ययस्य आदौ षकारः अस्ति चेत् तस्य इत्संज्ञा भवति अत्र आदिवर्णः श अस्ति शाकं मध्ये अतः तस्य किं भवति इत्संज्ञा भवति इति संज्ञा भवति. तदा हस्ते अवशिष्टभागः अस्ति आक. आक. तदनन्तरम् अस्माकं हस्ते जल्प इति अस्ति, यदस्ति तस्यापि प्रोसेसिङ्ग् कर्तव्यं. तत्र प्रोसेसिङ्ग् कुर्मः चेत् किम् आगच्छति? एतस्य प्रोसेसिङ्ग् मध्ये किम् आगच्छति? अनन्तरं नारूपल् भवति अद्य सम्यक्तया भवत्याः किं बुद्धेः उपयोगं न करोति. समान् जल्प आक तु समाप्तम्, इदानीं जल्प अस्तु. ज अधिक लकार, लकार अधिक प संपूर्ण पकार, क्षम्यतां पकार अधिक अनुस्वार अ, अनुस्वार सहित अ. ओके, अनुस्वार सहित अ. तत्र अवशिष्टभागः किं भवति? अकारस्य इति संज्ञा भवति. केन? उपदेशे अनुनासिक इत इति सूत्रेण. उपदेशे अनुनासिक इत् इति सूत्रेण अकारस्य इत् संज्ञा भविष्यति. तदा अवशिष्टरूपं किम्? जल्प. जल्प न जल्प. जल्प आमाम् अकारस्य तु इति संज्ञा. जल्प अपि हलन्तम्. इदानीं जल्प यदस्ति एतस्य मेलनम् आक इति प्रत्ययं योजयामः तत्र चेत् किं भवति? जल्पाक. जल्पाक. ओके, अवगतम्? नूतनप्रातिपदिकस्य निर्माणं जल्पाक. तदनन्तरं यत्किमपि उपयोगं कर्तव्यं विभक्ति अनुगुणम् अथवा सन्दर्भानुगुणं तस्य रूपाणि वयं निर्माणं कुर्मः. ओके, अवगतं सर्वे जनाः? ओके, प्रश्नाः? यावत्पर्यन्तम् अवगतम्? ओके, नो क्वश्चन्स्? आल् इण्टेलिजेण्ट् स्टुडेण्ट्स्. ओके, इदानीम् अहम् एकं गृहकार्यं ददामि. पश्यन्तु, वयं तु पठितवन्तः. किं पठितवन्तः? ओ नो, एकनिमिषं. ओके, वयम् एतत्तु पठितवन्तः. इदानीम् अहं किं वदामि? ओके, एतत् अपि डिलीट्. एतदस्ति ओरिजिनल्. अत्र यत्किमपि वयं पठितवन्तः एतस्य उपयोगं कृत्वा यावत् शक्यं तावत् प्रोसेसिङ्ग् कर्तुं प्रयत्नं कुर्वन्तु. सु यदस्ति एतस्य प्रोसेसिङ्ग् कथं भविष्यति? औ अत्र किमपि कर्तव्यं वा न? जस् किमपि कर्तव्यं वा न? अम् किमपि कर्तव्यं वा न? एवं चिन्तनं कृत्वा कुर्वन्तु. ओके, एतदस्ति एकम्. द्वितीयमस्ति पुनः वयं किं विकरणप्रत्ययविषये पठितवन्तः. वादिगणस्य शप् अदादिगणस्य किमपि नास्ति, विहोत्यादि अपि नास्ति. दिवादिगणस्य शन् एतत् सर्वं वयं पठितवन्तः. यत्र कुत्रापि सूत्रस्य उपयोगं कृत्वा यत्किमपि इत्संज्ञावर्णः अस्ति तस्मिन् विषये चिन्तनं कुर्वन्तु. हा, अग्रिम अवसरे वयं तत्सर्वं पश्यामः. ओके, हा, अष्टवादनम् अभवत्. अन्य किमपि प्रश्नः अस्ति वा? समापयामि. मेडम्, वाट् वी वाण्ट् टु डू, ऐ डोण्ट् नो, ऐ डिडन्ट् अण्डर्स्टाण्ड्. ओके, इदानीम् अहं किं दर्शितवती, हा, शाकन् इति यत् प्रत्ययः अस्ति एतस्य प्रोसेसिङ्ग् अहं दर्शितवती. ओके, तत्र किं किं कृतवन्तः? नकारः अस्ति अलन्त्यम् इत्यनेन नकारस्य इत्संज्ञा. तदनन्तरं शकारः अस्ति, शकारस्य शः शप्रत्ययस्य शः प्रत्ययस्य इत्यनेन तस्य किम् इत्संज्ञा. अवशिष्टभागः आक. ओके, पूर्वं वयं किं दृष्टवन्तः? पच् धातुविषये, दुपच इति धातु अस्ति. तत्र दु इत्यस्य आदिर्निटुडवः इत्यनेन इत्संज्ञा. श यदस्ति तत् हलन्त्यम् इत्यनेन इत्संज्ञा. आ यदस्ति उपदेशेत् अनुनासिक इत्यनेन इत्संज्ञा. अवशिष्टरूप पच्. ओके, अतः यावत्पर्यन्तं यत्किमपि वयं पठितवन्तः तस्य उपयोगं, तेषाम् उपयोगं कृत्वा प्रोसेसिङ्ग् कर्तुं प्रयत्नं कुर्वन्तु. कारणं वयं सम्पूर्णं न कृतवन्तः, सूत्रद्वयम् अस्ति, तु लशत्व तद्धिते इति सूत्रद्वयम् अवशिष्टम् अस्ति. अतः तेषामपि तयोः अपि उपयोगं भविष्यति, तस्मिन् विषये अनन्तरं पश्यामः. परन्तु यावत्पर्यन्तं यत् किमपि वयं पठितवन्तः तत्र अत्र पश्यतु, शप् इति अस्ति. अत्र अन्तिमवर्णः किं? पकारः. पकारः हलन्त. ओके, हलन्तपकारः अस्ति, अतः तस्य हलन्तम् इत्यनेन इत्संज्ञा भवति. तदनन्तरं श अवशिष्यते. श आरभ्य अ अन्तिमरूपं, तावत्पर्यन्तं वयं न पठितवन्तः. शकारस्य प्रोसेसिङ्ग् कथं करणीयं न पठितवन्तः. तदस्ति नेक्स्ट् स्टेप्. ओके, अत्र पश्यतु क्यन् अस्ति. अत्रापि अर्धप्रोसेसिङ्ग् तु वयं कर्तुं शक्नुमः. ओके, उष्णम् इति अस्ति, एतस्यापि अर्धप्रोसेसिङ्ग् कर्तुं शक्नुमः. एवं यत्किमपि कर्तुं शक्नुमः तस्य विषये चिन्तनं कृत्वा कार्यं कुर्वन्तु. अत्रापि अस्ति स्तु, एतस्य प्रोसेसिङ्ग् वयं कर्तुं शक्नुमः. वयं जानीमः सु यदस्ति तस्य सु यदस्ति तस्य स इति आगच्छति. औ यदस्ति तत् तदेव तिष्ठति. कारणं तत्र किमपि नास्ति, जस् यत् अस्ति एतस्य किञ्चित् चिन्तनं कर्तव्यम्. अं यदस्ति तत्तु अहं दर्शितवती. ओके, एवं सम्पूर्णतया एकमेकं स्वीकृत्य चिन्तनं कृत्वा प्रोसेसिङ्ग् कुर्वन्तु. अनन्तरं वयं पश्यामः. चिन्ता मा करोतु, केवलं प्रयत्नं कुर्वन्तु. अवशिष्टं सूत्रद्वयम् अस्ति, तत् अग्रिमावसरे वयं कुर्मः. ओके मेडम्. नमस्ते मेडम्. हलो. वदतु वदतु मेडम्. वैल् प्रोसेसिङ्ग् इट्स् द आर्डर् लैक् फस्ट् उपदेशे अजनुनासिक देन् हलन्ति. इट् कम्स् इन् आर्डर् कर्तुं शक्नुवन्ति शक्नुमः कारणम् एते सर्वे अनुबन्ध अनुबन्धसूत्राणि सन्ति. ओके ओके इन् आर्डर् कुर्मः चेत् अस्माकं कृते सुलभं भवति. अन्यथा डिसार्डर् मध्ये अपि कर्तुं शक्नुमः. तत्र चिन्ता नास्ति. ओके ओके ओके थेङ्क् यु थेङ्क् यु. अन्यप्रश्नः समापयामि. ओके ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः. शुभदिनं. शुभरात्रि. धन्यवादः. धन्यवादः. धन्यवादः.